नमस्ते सर्वेभ्यः, पुनः अस्माकं व्याकरणवर्गे भवतां सर्वेषां हार्दं स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः इति विषयः अनुवर्तते। यतोहि विराममासीत् मध्ये, किमपि न श्रूयते, न श्रूयते वा सर्वेषां कृते? किमपि न श्रूयते, भवत्याः कृते क्लेशः अस्ति, भवती पुनः आगच्छतु। अत्र तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः इति विषयः अनुवर्तते। तत्र सर्वेषां पुरतः किमपि न श्रूयते भगिनी, पुनः आगच्छतु भगिनी, मीना भगिनी। अस्तु, इदानीं तत्र किञ्चिदेव पुनस्मरणं कुर्मः, यतोहि किञ्चित् कालः अतीतः। तत्र तिङ् सिद्धेः च लकाराणां समग्रदृष्टिः इति तत्र किं किम् अधीतमिति एकवारं पश्यामः, तदनन्तरं ततः अग्रे सर्तुं शक्नुमः। अद्य इदं करपत्रं परिसमाप्य अग्रे गन्तुं शक्नुमः इति मन्ये। तर्हि अत्र अस्माकं मुख्यविषयः कः इति चेत्, लकाराः सन्ति, दशलकाराः सन्ति। तत्र लकारम् आधारीकृत्य क्रियापदानि निष्पन्नानि भवन्ति, दशलकारः सन्ति। तर्हि तत्र दशलकारेषु विभजनमस्ति, सार्वधातुकलकारः, आर्धधातुकलकारः इति। सार्वधातुकलकारः के लकाराः इति चेत्, लट् लोट् लङ् विधिलिङ् एते लकाराः सार्वधातुकलकाराः। अवशिष्टाः सर्वे लकाराः आर्धधातुकलकाराः। तर्हि भेदः कः, किमर्थम् एतादृशविभजनम् इति चिन्तनं प्रवर्तमानम् आसीत्। तत्र विजयलक्ष्मीभगिनी वदति वा किमर्थम् एतादृशविभजनं सार्वधातुकलकारः आर्धधातुकलकारः इति? किमर्थम् इति विभजनं सार्वधातुकलकारेषु, भगिनी अहं किञ्चित् सर्वं विस्मृतवती, भवती एव वदतु। अस्तु अस्तु, नास्ति चिन्ता, सुमन् भगिनी स्मारयतु। सुमन् भगिनी, अस्तु, अरविन्द महोदय स्मारयतु। नमस्ते भगिनि। नमस्कारः। लकाराणां विषये किमर्थम् एतादृशविभजनं सार्वधातुकलकारः अर्धधातुकलकारः इति विभजनम् अस्ति इति वयं पठितवन्तः, किमर्थं तस्य लाभः कः? लकाराः द्विविध्यं, सर्वधातुकलकारः अर्धधातुकलकारः, यत्र यत्र तत्र अङ्गं तिप् तिप्तस्ति इति तिङ् प्रत्ययं दृश्यते चेत् तेषां सर्वधातुकलकारः इति उच्यते। तत्र कर्तरी सर्वधातुक अस्ति, केन दृश्यते, केन दृश्यते? धातु तिङ् दृश्यते इति कृत्वा सर्वधातुकलकारः इति उच्यते। तत्र सर्वधातुकम् अस्ति चेत् तत्र कर्तरि शप् इति सर्वलकाराणां समान दृष्ट्या कर्तरि शप् इति सूत्रम् आयाति। तदनन्तरं गुणचिन्तनं भवति, यत्र गुणस्य विवक्षा अस्ति तत् गुणस्य प्रत्येकं सूत्रं, यथा जुहोत्यादि या तनादिः क्रयादि इत्यादि सूत्राणां गणानां कृते प्रत्येकं सूत्रम् अस्ति कृत्वा शब् प्रपाद्य ते तत् सूत्रस्य स्ना शं स्नम् उ इत्यादि विकरणप्रत्ययः शब् प्रपाद्य तस्य स्थाने आयाति। यदि कर्तरि सर्वत्र धातुकं नास्ति चेत् अर्धधातुकलकार इति उच्यते. अर्धधातुकलकाराणां कृते प्रथमं कर्तरि शप् इति न याति कृत्वा तस्य स्थाने अर्धधातुकलकार स्या यथासि लुट् तास् श्ली इत्यादि अर्धधातुकलकार मध्ये आयाति कृत्वा धातु तिङ् न दृश्यते. तत्र सर्वे गुणचिन्तनं नास्ति. सर्वेषु गुणेषु किम् अध्यायति अर्धधातुकलकार स्या लकारः अध्यदातिकप्रत्ययकर अध्यदातप्रत्यय गुण धातु तिङ् मध्ये अर्धधातुप्रत्यय स्या त्यासि स्त्री इत्यादि विकरणप्रत्यय आयाति कृत्वा धातु तिङ् न दृश्यते. तत् कारणेन गुणचिन्तनं नास्ति. सर्वासु गणेषु एकमेव समानरूपं निष्पद्यते. सर्वत्र तत्र स्य इति प्रत्ययः दृश्यते. सर्वत्र स्य इति प्रत्ययः श्रूयते. अस्तु, समीचीनं. तत्र भेदः कः इति उक्तवान्? सार्वधातुकलकारः अपि चार्धधातुकलकारः तयोः भेदः कः इति उक्तवान्. तर्हि एतादृशविभजनस्य प्रयोजनं किम्? तेषां प्रयोजनम् अस्ति केवलं चतुर्षु लकारेषु लट् लङ् लट् लोट् लङ् विधिलिङ् इति चतुर्षु लकारेषु एव गणचिन्तनं भवति. तत् कारणेन तेषां प्रक्रिया अलग् विभिन्नं भवति. किन्तु अर्धधातुलकारेषु तस्य गुणचिन्तनं नास्ति कृत्वा सर्वासु षष्ठलकारेषु समानरूपं निष्पद्यते. न षष्ठुलकारेषु समानरूपम् इति नास्ति. इत्युक्ते तत्र गणचिन्तनं नास्ति. सर्वत्र तत्र मध्ये यः प्रत्ययः अस्ति सः समानः. मध्ये यः विकरणप्रत्ययः अस्ति सः समानः अस्ति. एकैकं लकारं स्वीकुर्मः चेत् अर्धधातुकलकारेषु. समीचीनं, बहु समीचीनं महोदय, सम्यक्. इत्युक्ते अत्र यथा महोदयेन उक्तम्, अत्र सार्वधातुकलकारः अर्धधातुकलकारः इति पाणिनीयचिन्तनं पाणिनीयसाक्षात् न उक्तवान्. अर्धधातुकलकारः सार्वधातुकलकारः इति तादृशं किमपि न उक्तवान्. परन्तु अस्माकं सौलभ्यार्थं मातृभिः एतादृशविभजनं कृतं. किमर्थमिति चेत् सार्वधातुकलकारेषु एव विकरणप्रत्ययः, गणनिमित्तिकविकरणप्रत्ययः विधीयन्ते. यदि लकारः कीदृशः इति जानीमः चेत् तदनुसृत्य वयं कार्यं कर्तुं शक्नुमः. अत्र सार्वधातुकलकारः इति वयम् अवगच्छामः चेत् तदानीं तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति. कस्मिन् गणे अस्ति धातुः इति विचिन्त्य विकरणप्रत्ययः आयान्ति. यथा कर्तरि शप्, विवादिभ्यः श्यन्, स्वादिभ्यः श्नु, हृदादिभ्यः श्नम् इत्यादीनि सूत्राणि तत्र कार्यं कुर्वन्ति. धातुः कस्मिन् गणे अस्ति, दिवादिगणे अस्ति चेत् श्यन् इति प्रत्ययः आयाति, हृदादिगणे अस्ति चेत् श्नम् इति प्रत्ययः आयाति इति तादृश विभजनं, तत्र तादृशज्ञानं भवति सर्वदात्कलकारेषु. एतादृशज्ञानेन कः लाभः इति चेत् रूपसिद्धिः एव लाभः. तत्र सर्वदात्कलकारेषु प्रक्रिया समाना भवति. तत्र प्रक्रिया समाना भवति. यः कोऽपि यं कमपि गणं स्वीकुर्मः तत्र प्रक्रिया समाना भवति सार्वधातुकलकारेषु. अतः सार्वधातुकलकारः इति अवगमनम् अस्ति चेत् तत्र प्रक्रिया कथं भवति रूपसाधनार्थम् इति वयं ज्ञातुं शक्नुमः. अर्धधातुकलकारः इति जानीमः चेत् तत्र सौलभ्यं किम् इति चेत् अर्धधातुकलकारेषु अपि प्रक्रिया समाना भवति. तत्र गणचिन्तनं नास्ति. सर्वत्र इडागमचिन्तनमेव करणीयम्. इडागमः भवति न वा इति चिन्तनं करणीयम् इति तत्र प्रयोजनम् अस्ति. एतादृशविभजनस्य प्रयोजनम् अस्ति. यथा अत्र पिबति इति रूपम् अस्ति. पिबति इति रूपं लट्लकारस्य रूपम् अस्ति. पिबति इति रूपं लट् लकारे अस्ति इति कृत्वा तत् सार्वधातुकलकारः अस्ति इति जानीमः. पास्यति इति रूपम् अत्र पास्यति इत्यस्य लकारः कः? उमा भगिनी वदतु. न भगिनि हा लृट् लकारः अस्ति हा लृट् लकारः तर्हि अत्र हा हा पिबति अथवा ददाति आप्नोति शक्नोति अत्र सर्वत्र पश्यामः चेत् सर्वत्र तत्र सार्वधातुकलकार्येषु रूपाणि भिन्नानि भवन्ति पिबति इत्यत्र मध्ये अ इति श्रूयते ददाति इत्यत्र आ इति श्रूयते आप्नोति इत्यत्र ओ इति श्रूयते अतः सर्वत्र तत्र भेदः अस्ति मध्ये यः प्रत्ययः अस्ति सः भिन्नः अस्ति अतः एव भेदः दृश्यते सार्वधातुकलकारेषु परन्तु आर्धधातुकलकारेषु तादृशभेदः न दृश्यते पश्यामः चेत् पास्यति दास्यति आप्स्यति सर्वत्र स्य इति एव श्रूयते कुत्रचित् भेदः अस्ति सः भेदः इडागमकारणेन भवति यथा पठिष्यति गमिष्यति खादिष्यति तत्र सर्वत्र इडागमः अस्ति इति कृत्वा भेदः अस्ति यदि इडागमः नास्ति तत्रापि रूपं समानमेव भवति यथा पास्यति तथा एव पठिष्यति इत्यत्रापि भवति अतः आर्धधातुकलकारेषु तादृशभेदः नास्ति प्रक्रिया समाना भवति तर्हि गणस्य चिन्तनं न भवति धातुः यस्मिन् कस्मिन्नपि गणे भवतु भेदः नास्ति तत्र केवलम् इडागमचिन्तनमेव भवति इति तत्र भेदः अस्ति आर्धधातुकलकारः सार्वधातुकलकारः इति भेदः अस्ति सार्वधातुकलकारः इत्युक्ते कः इति चेत् तत्र यदा धातुः धातुतः यः प्रत्ययः विधीयते धातुतः यः प्रत्ययः विधीयते तत्र तिङ् प्रत्ययः सः प्रत्ययः धातुना साक्षात् दृश्यते किमर्थं दृश्यते इति चेत् तत्र अस्माकं सोपानानि तथा सन्ति अत्र प्रथमसोपाने धातुतः लकारः विधीयते तदानीं लकारस्य स्थाने लस्य इति सूत्रेण पिबादयः आयान्ति अस्माकं विवक्षानुगुणं धातुम् आनयामः प्रथमसोपाने तदानीं धातुतः तत्र लकारः इदानीम् अत्र लट् लकारः लट् लकारम् आनयामः चेत् तदानीं तत्र लकारः अपि प्रत्ययः अस्ति सर्वे लकाराः प्रत्ययाः यतोहि एते लकाराः तृतीय अध्याये सन्ति ते सर्वे प्रत्ययाः इदानीं धातुतः लकारः अस्ति लट् लकारस्य स्थाने अत्र तिप् तिबादयः आयान्ति तिङ् प्रत्ययः आयान्ति इति द्वितीयसोपानम् अस्ति प्रथमसोपाने लकारः विधीयते द्वितीयसोपाने तिङ् प्रत्ययः आयान्ति इदानीं तत्र धातुः अस्ति तिङ् प्रत्ययः अस्ति तयोः मध्ये व्यवधानं किमपि नास्ति धातुः साक्षात् तिङ् प्रत्ययं पश्यति इदानीं तादृशसन्दर्भे तत्र शप् कर्तरी शप् इति सूत्रम् आगन्तुं शक्नोति अत्र कर्तरी शप् इति सूत्रं किमर्थम् आगन्तुं शक्नोति सूर्यकुमारी भगिनी वदतु धातुः योगः तिङ् प्रत्ययः पट् योगः तिङ् इति अस्ति तत्र शप् इति प्रत्ययः किमर्थम् आगन्तुं शक्नोति किञ्चित् सार्वधातुकं चेत् किञ्चित् सार्वधातुक चेत् मध्ये कर्तरी सप् इत्यनेन सप् आयाति किमर्थम् आयाति कर्ताद्वे गुणसम्बन्ध सप् आयाति किमर्थम् आयाति पुनः वदतु किमर्थम् आयाति किञ्चित् सार्वधातुकं कर्तरी सप् सूत्रेण किञ्चित् सार्वधातुकम् इति उक्तं किञ्चित् सार्वधातुकम् इत्यनेन किं किं ज्ञायते गुणसम्बन्धकार्यं भवति न किञ्चित् सार्वधातुकम् इति सूत्रं किं वदति किञ्चित् सार्वधातुकं धातुतः यः प्रत्ययः आयाति तत् प्रत्ययः चित् वा तिन् वा अस्ति चेत् सार्वधातुक प्रक्रिया भवति सार्वधातुक हा तिङ्क्षित् सार्वधातुकम् इत्यनेन धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् वा चित् वा चेत् सार्वधातुकः अस्ति इदानीं पट् योगः ति इत्यत्र कर्तरिषप् इत्यस्य प्रसक्तिः किमर्थम् अस्ति इति वदतु कर्तरी सप् कर्ताद्रे कर्ता कर्तात्रे शपायाति. कः कर्त्रार्थे? कर्तरी अर्थे कः कः भवेत्? कर्तरी अर्धार्थे सप् सप् प्रत्यय आयाति. हा, कस्य अर्थः तथा भवेत्? कर्त्रार्थे कः भवेत्? किञ्चित् प्रत्यय तिङ् प्रत्ययः. तिङ् अत्र अस्माकं पट्योगः ति इति अस्ति, अतः तिङ् प्रत्ययः कर्त्रार्थे अस्ति, अपि च सार्वधातुकः अस्ति. तिंशत् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययः सार्वधातुकः अस्ति. समीचीनम् अग्नि, भवती अवगतवती. पट्योगः ति इत्यत्र ति इति प्रत्ययः तिङ् प्रत्ययः अस्ति, सार्वधातुकसंज्ञकः अपि अस्ति. कर्त्रार्थे अस्माकं विवक्षा कर्त्रार्थे अस्ति चेत् तदानीम् एव शप् आयाति. यदि तिङ् इति प्रत्ययस्य अर्थः कर्म अर्थे अस्ति तदानीं किं भवति? कर्म अर्थे न भवति, शप् न आयाति. हा, शप् न आयाति, यतोहि कर्मार्थे अस्ति. अत्र कर्मार्थे कर्त्रार्थे इत्युक्ते कः इत्युक्ते तत्र कः अर्थः इति चेत्, कर्त्रार्थे इत्युक्ते तत्र कर्तरीप्रयोगे इत्यर्थः. यत्र अस्माकं विवक्षा कर्तरीप्रयोगे क्रियापदं निर्मातुम् इच्छामः कर्तरीप्रयोगे, तदानीं शप् आयाति. अतः पट् योगः शप् योगः इति पठति इति रूपं निष्पन्नं भवति. परन्तु यदा अस्माकं विवक्षा कर्त्रार्थे नास्ति, इदानीं तत्र पट् इति एव धातुः अस्ति, तिङ् इति एव प्रत्ययः अस्ति, सर्वं समानम् अस्ति, परन्तु अत्र तिङ् प्रत्ययः वयं चिन्तयामः, तिङ् प्रत्ययः इदानीं कर्मार्थे भवेत् इति वयं चिन्तयामः. अस्माकं विवक्षा अस्ति, वयं वाक्ये पदानां प्रयोगं कुर्मः, अस्माकं विवक्षानुगुणम् इदानीम् अत्र तिङ् प्रत्ययः कर्मार्थे भवेत् इति वयं चिन्तयामः चेत् तदानीं तत्र शप् इति न आयाति, यतोहि तिङ् प्रत्ययः कर्मार्थे अस्ति न तु कर्त्रार्थे. कर्मार्थे अस्ति इति कृत्वा तत्र शप् न आयाति, अपि तु भिन्न कर्मार्थे यक् इति प्रत्ययः भिन्नप्रत्ययः आयाति. अतः सर्वदा अत्र दशगणाः सन्ति, सर्वत्र किं स्मर्तव्यम् इति चेत् सर्वत्र एकमेव निमित्तमस्ति, निमित्तं सर्वत्र समानम्. अत्र यत्किमपि सूत्रं भवतु, कर्तरी शप् इति भवतु, दिवादिभ्यः श्यन् इति भवतु, स्वादिभ्यः श्नु इति भवतु, तत्र सर्वत्र एकमेव निमित्तमस्ति, कर्त्रार्थकसार्वधातुकप्रत्ययः. कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् धातुतः तदानीम् एव तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति इति स्मर्तव्यं, सर्वदा स्मर्तव्यम्. तत्र धातुतः यः तिङ् प्रत्ययः अस्ति सः प्रत्ययः कर्त्रार्थे, तत्र कर्तरीप्रयोगः इति विवक्षा, अपि च तत्र सार्वधातुकसंज्ञकः अस्ति, तदानीं मध्ये विकरणप्रत्ययः आयाति, गणनिमित्तिकविकरणप्रत्ययः, शप् श्यन् इत्यादयः इति तत्र सार्वधातुकलकारेषु मूलविषयः अस्ति. अर्धधातुकलकारेषु इदानीं पट् इति धातुः अस्ति, इदानीं तिङ् इति प्रत्ययः अस्ति, पट् योगः लृट् इति लकारः अस्ति, इदानीं लृट् लकारः धातुतः अस्ति. इदानीं तत्र किं भवति इति चेत् तत्र पट् योगः लृट्, इदानीं लृट् लकारम् आश्रित्य तत्र प्रथमं तत्र तिङ् प्रत्ययः न आयाति, परन्तु मध्ये तत्र विकरणप्रत्ययः आयाति. तत्र लृट् लकारे विकरणप्रत्ययः अस्ति स्य, स्य इति प्रत्ययः, सर्वत्र स्य इति श्रूयते, पठिष्यति गमिष्यति सर्वत्र स्य इति मध्ये अस्ति, अतः पट् योगः स्य योगः लृट् इति अस्ति. इदानीं तत्र किं भवति इति चेत् अधुना तृतीयसोपाने पट् योगः स्य योगः तिङ् इति प्रत्ययः आयाति, लस्य इत्यनेन लकारस्य स्थाने तिङ् प्रत्ययः आयाति. इदानीं पट् योगः स्य योगः ति, पट् इति धातुः अत्र तिङ् प्रत्ययं द्रष्टुं न शक्नोति, यतोहि मध्ये व्यवधानम् अस्ति, स्य इति प्रत्ययः अस्ति. किमर्थम् एतादृशव्यवधानम् इत्युक्ते तत्र बाधा किमर्थम् अस्ति इति चेत् तत्र तादृशक्रमः अस्ति, तादृशसूत्राणि सन्ति, तेन क्रमेण एव सूत्राणि प्रवर्तन्ते. अतः धातुतः तत्र प्रथमं तत्र स्य इति आयाति, तदनन्तरमेव ति आयाति इति कृत्वा मध्ये व्यवधानम् अस्ति, अतः एतादृश एषु लकारेषु एतादृशव्यवधानं भवति धातु तिङ्प्रत्ययोः मध्ये व्यवधानं भवति, ते लकाराः अर्धधातुकलकाराः इति उच्यन्ते. सर्वत्र तत्र अर्धधातुकलकारेषु सर्वदा इडागमचिन्तनं भवति, इडागमः भवति न वा इति चिन्तनं भवति, गणस्य चिन्तनं न भवति अर्धधातुकलकारेषु. पट्योगः स्ययोगः ति इत्यत्र चिन्तनीयम्, अत्र धातुतः इडागमः भवति न वा इति चिन्तनीयं. तदर्थम् इडागमचिन्तनार्थं तत्र वयं किं कुर्मः, इडागमः भवति न वा इति चिन्तनार्थं तत्र किमस्ति, तत्र सूत्राणि कानि स्मरयतु कोऽपि. मीना भगिनी, किमर्थं भवति, कथं भवति वा भगिनि? हा, केन सूत्रेण इडागमः भवति? इद् बलादेः आर्धधातुक इद् बलादेः अर्धधातुकस्येड्बलादेः अर्धधातुकस्येड्बलादेः हा इत्युक्ते कोऽर्थः आर्धधातुकप्रत्यये परे बलादौ प्रत्यये परे इदागमः भवति. हा हा, इदानीं स्य इति प्रत्ययः बलादिः अस्ति वा? स्य इति वलादि अस्ति, तर्हि प्रत्ययः इड् अनुकूलः इति वदामः. हा, प्रत्ययः इड् अनुकूलः. हा, इदानीं तत्र अनन्तरं किं चिन्तनीयं, तत् पर्याप्तं वा? पट्टे स्याति, तदनन्तरं पतिष्यति, सकार शकारं भवति, तदेव. एकक्षणम्, अत्र इदानीं भवती उक्तवती प्रत्ययः इडानुकूलः अस्ति अतः इडागमः भवति इति उक्तवती, तत् पर्याप्तं वा इति इतोपि चिन्तनं करणीयं वा? केवलं प्रत्ययः सेट् अस्ति चेत् पर्याप्तं वा? धातुः धातुः धातुः सेट् भवेत्, धातुः सेट् अस्ति चेत् एव इडागमः भवति. धातुः अपि तदनुकूलः सेट् इडागम अनुकूलः अस्ति वा इति अपि चिन्तनीयं. तदर्थं सूत्रं किम् अस्ति? किं सूत्रम्? उपदेशे अनुदात्तात् इति सूत्रेण तत्र धातव यः स्वरः अवशिष्टः अस्ति सः स्वरः अनुदात्तः अस्ति चेत् तत्र इडागमः न भवति. एकाचोपदेशे अनुदात्तात् इत्यनेन तत्र स्वरः अवशिष्टः स्वरः अनुदात्तः अस्ति चेत् इडागमः न भवति. परन्तु अवशिष्टः स्वरः अनुदात्तः, अवशिष्टः स्वरः उदात्तः अथवा स्वरितः अस्ति चेत् धातुः सेट्, अतः सेट् इति कृत्वा धातुः अपि सेट् भवेत्, प्रत्ययः अपि इडानुकूलः भवेत्, तदानीं तत्र इडागमः भवति. अत्र पट्योगः स्ययोगः ति इत्यत्र तथा अस्ति. पट् इति धातुः अपि सेट् अस्ति, स्य इति प्रत्ययः वलादिः अस्ति, अतः इडागमः भवति. अतः पठिष्यति इति रूपं निष्पन्नं भवति. तत्र सकारस्य षत्वं भवति एकेन सूत्रेण, आदेशप्रत्ययोः सूत्रेण षत्वं भवति इति. सर्वत्र तत्र समानप्रक्रिया भवति अर्धधातुकलकारेषु इति भेदः अस्ति. अतः अत्र प्रथमम् अर्धधातुकलकारः सार्धधातुकलकारः अनयोः भेदः कः इति ज्ञातः. तदनन्तरम् अस्माभिः किं परिशीलितम् इति चेत् दशलकाराः सन्ति, तत्र लट् लोट् लङ् लिङ् विधिर्लिङ् इत्यादयः. ते दशलकारः आदौ भिद्यन्ते, तत्र भेदः अस्ति. लट् इति भिन्नः, लोट् इति भिन्नः इति भेदः अस्ति. तदानीं तत्र इत्संज्ञकवर्णानां लोपानन्तरं प्रत्येकं लकारं स्वीकृत्य इत्संज्ञकवर्णानां लोपं कुर्मः चेत् तदानीं सर्वत्र लु इत्येव अवशिष्यते, लु इति अवशिष्यते, तत्र भेदः नास्ति, सर्वत्र समानम् अस्ति. लु इति सर्वत्र अस्ति, भेदः नास्ति. तर्हि तत्र तादृशप्रक्रिया यदा वयं कुर्मः तत्र लाभः कः इति चेत् एकेन सूत्रेण एव सर्वेषां लकाराणां कृते तत्र सस्यस्थाने तिङ् प्रत्ययः आयन्ति. लस्य इति एकेन सूत्रेण सर्वेषां लकाराणां स्थाने तिङ् प्रत्ययः आयान्ति. तत्रापि भेदः नास्ति. सर्वेषु लकारेषु एकविध तिङ् प्रत्ययः एव सन्ति. तत्र अष्टादश तिङ् प्रत्ययः, तत्रापि भेदः नास्ति. इत्युक्ते तत्र इदानीं तत्र लकाराः भिन्नाः. लकारस्य इत्संज्ञकवर्णानां लोपानन्तरं ल इति अवशिष्यते. ल इत्यस्य स्थाने तिङ्प्रत्ययः आयान्ति. तत्रापि भेदः नास्ति. तर्हि तत्र क्रियापदेषु भेदः किमर्थम् अस्ति इति अत्र वासुदेवन् महोदय वदतु. भगिनी प्रश्नः कः हा इत्युक्ते अत्र आदौ लकाराः भिन्नभिन्नलकाराः सन्ति, दशलकाराः सन्ति. तत्र भेदः अस्ति. तत्र लकारे तत्र इत्संज्ञकवर्णानां लोपानन्तरं ल इति अवशिष्यते सर्वत्र. तत्र भेदः नास्ति. तत्रापि भेदः नास्ति. तदनन्तरं तस्य स्थाने लस्य इति सूत्रेण तिङ् प्रत्ययः आयन्ति. तत्रापि भेदः नास्ति. सर्वत्र तिङ् प्रत्ययः समानः. तत्रापि भेदः नास्ति. तथापि तत्र अन्ते क्रियापदं स्वीकुर्मः चेत् तत्र भेदः अस्ति खलु. पिबति इति भिन्नरूपम् अस्ति, पतिष्यति इति भिन्नरूपम् अस्ति. तत् सर्वत्र तिङ् प्रत्ययः समानः चेत् किमर्थं भेदः अस्ति? पिबतः पिबन्ति इति अस्ति चेत् पिबति इति भिन्नमस्ति, पिबतः इति भिन्नमस्ति, पिबन्ति इति भिन्नमस्ति. तत्र सर्वत्र प्रत्ययः भिन्नः अस्ति. अन्ते तर्हि प्रत्यय सत्यं यथा भवान् उक्तवान् अत्र प्रत्ययस्य यद्यपि तिङ् प्रत्ययाः समानाः तथापि तस्य स्थाने आदेशाः भवन्ति, भिन्नभिन्न आदेशाः भवन्ति. येन कारणेन महोदय कृपया म्यूट् करोतु. ध्वनिः द्वित्वं भवति इति सम्यक् ज्योत्यादिगणे अस्ति ध्वनिः. अस्तु तर्हि अत्र इत्युक्ते तत्र तिङ् अत्र क्रियापदस्तरे भेदः अस्ति. किमर्थम् एतादृशभेदः यद्यपि सर्वत्र तिङन्तप्रत्ययः समानाः इति चेत् तत्र भिन्नभिन्न आदेशाः भवन्ति. तत्र लकारम् आश्रित्य आदेशाः भिन्नभिन्नाः भवन्ति. अतः भेदः दृश्यते. यथा ते पठति इति भिन्नं रूपम् अस्ति, अपठत् इत्यत्र तकारः श्रूयते इति तादृशभेदः अस्ति. पठति अनन्तरं पठतु, अपठत् पठेत् इति पश्यामः चेत् सर्वत्र तिङ् प्रत्ययः अन्ते यः प्रत्ययः अस्ति सः भिन्नः अस्ति. किमर्थम् एतादृशभेदः इति चेत् तत्र लकारमाश्रित्य भिन्नभिन्न आदेशाः भवन्ति. अतः अन्ततो गत्वा क्रियापदस्तरे भेदः अस्ति. यद्यपि तत्र ल इत्यत्र भेदः नास्ति, तिङ् प्रत्ययः इत्यत्र भेदः नास्ति, परन्तु सिद्धतिङ् प्रत्ययः तत्र भेदः अस्ति इति स्मर्तव्यम्. तदनन्तरं तत्र किम् अस्माभिः किं परिशीलितम् इति चेत् तत्र त्रीणि सूत्राणि सन्ति. प्रत्ययः, परस्य, धातोः इति त्रीणि सूत्राणि सन्ति. तृतीयाध्याये प्रत्ययः इति सूत्रस्य अधिकारः, तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये सर्वत्र प्रत्ययः इति अधिकारः अस्ति. अतः तेषु अध्यायेषु अष्टाध्याय्यां तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये सर्वत्र यत्किमपि विधीयते, यत्किमपि मूलः विधीयते, प्रकृतितः यत्किमपि विधीयते तस्य नाम अस्ति प्रत्ययः इति. अनन्तरं परश्च इति सूत्रमपि अस्ति, तस्यापि अधिकारः तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये. तत्रापि सर्वत्र धातुतः अथवा प्रातिपदिकात् यत् विधीयते तत् प्रकृतेः अनन्तरं विधीयते. प्रकृतिमूलं किमपि भवति तस्य अनन्तरम् एव प्रत्ययः विधीयते इति परश्च इति अधिकारः अस्ति. तदनन्तरं धातोः इति अधिकारः अस्ति केवलं तृतीयाध्याये. तृतीयाध्याये एव धातोः इत्यस्य अधिकारः अस्ति. अतः तृतीयाध्याये यत् किमपि विधीयते तद् धातुतः एव विधीयते. अत्र तृतीयाध्याये कतिविधप्रत्ययाः सन्ति, रामनाथन् महोदय वदतु. महोदय पुनः एकवारं प्रश्नं. तृतीयाध्याये कति विधप्रत्ययाः सन्ति? धातुतः ये प्रत्ययाः विधीयन्ते ते सर्वे तृतीयाध्याये एव सन्ति. के प्रत्ययाः धातुतः विधीयन्ते? कृत् प्रत्ययः, तदनन्तरं तिङ् प्रत्ययः. हा विकरणप्रत्ययः, विकरणप्रत्ययः, शत्रु षाणच्. ते सर्वे कृत् प्रत्ययः एव खलु. कृत् प्रत्ययः इत्युक्ते कः? न न न एकक्षणं, स्त्रीप्रत्ययः नास्ति. कथं स्त्रीप्रत्ययः अस्ति? अत्र धातुः इति अधिकारः अस्ति खलु. ओ आम् आम्. किं सुप्रत्यय किं सनादिप्रत्यय? हा इत्युक्ते अत्र मम प्रश्नः अस्ति, कृत्प्रत्ययः इत्युक्ते किमस्ति? ये प्रत्ययाः धातोः अपि योजनीयः तदेव कृत्प्रत्ययः. प्रातिपदिकं नास्ति. धातुतः यः प्रत्ययः अस्ति सः इत्युक्ते धातुतः ये प्रत्ययाः सन्ति ते सर्वे कृत् प्रत्ययः वा? कथं जानीमः? कर्मणि भावे च भवति चेत्. मम प्रश्नः बहु सरलः अस्ति. वदतु लक्ष्मी भगिनी, वदतु. कृदतिङ् इति सूत्रेण अत्तिङ् तिङ् नास्ति चेत् तत्सर्वं कृत् प्रत्ययाः सन्ति. धातुतः विद्यमानः प्रत्ययः तिङ् वा भवति नो चेत् कृत् वा भवति. अत्र सर्वे स्मरन्तु, अत्र कोऽपि वदति सुप्रत्ययः अथवा प्रातिपदिकम् अथवा तद्धितप्रत्ययः स्त्रीप्रत्ययः सर्वं वदति. तृतीयाध्याये तत्सर्वं किमपि नास्ति. तृतीयाध्याये केवलं धातुतः, अतः प्रातिपदिकात् तद्धितप्रत्ययः विद्यते, प्रातिपदिकात् सुप्रत्ययः विद्यते, तस्य चिन्तनं नास्ति तृतीयाध्याये. तत्तु चतुर्थाध्याये पञ्चमाध्याये भवति. प्रातिपदिकात् तद्धितप्रत्ययः, प्रातिपदिकात् स्त्रीप्रत्ययः, प्रातिपदिकात् सुप्रत्ययः, तत्सर्वं तत्र चतुर्थाध्याये पञ्चमाध्याये तत्सर्वम् अस्ति. तृतीयाध्याये केवलं धातुतः प्रत्ययः, तत् किं तिङ्प्रत्ययः अथवा कृत् प्रत्ययः. यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः, ते सर्वे प्रत्ययः कृत् प्रत्ययः, धातुतः विद्यमानः अन्ये सर्वे प्रत्ययः कृत् प्रत्ययः, कृत् प्रत्ययः इति तत्र द्विविधमस्ति. तदनन्तरं तत्र तिङ् प्रत्ययः यदा परः अस्ति तत्र मध्ये विकरणप्रत्ययः आयाति. गणनिमित्तिकविकरणप्रत्ययः भवतु नो चेत् लकारनिमित्तिकविकरणप्रत्ययः. अर्धधातुकलकारेषु लकारनिमित्तिकविकरणप्रत्ययः यथा स्य प्रत्ययः अथवा तास् इति प्रत्ययः लुट् लकारे इति, अर्धधातुकलकारेषु तादृशप्रत्ययः विधीयते. अनन्तरं केचन सनादिप्रत्ययाः अपि धातुतः विधीयन्ते. सनादि यत्र णिच् इति प्रत्ययः अस्ति, सन् इति प्रत्ययः अस्ति, ते सर्वे धातुतः विधीयन्ते. तर्हि आहत्य तिङ् प्रत्ययः, कृत् प्रत्ययः, विकरणप्रत्ययः, सनादिप्रत्ययः इति चतुर्विधप्रत्ययाः सन्ति तृतीयाध्याये. अस्तु, तदनन्तरम् अस्माभिः किं दृष्टमिति चेत् इत्संज्ञकविधायकसूत्राणि, इत्संज्ञासूत्राणि कानि इति दृष्टवन्तः वारं वारं. तत्र सप्तसूत्राणि सन्ति इत्संज्ञकसम्बद्धसूत्राणि. अनन्तरम् एकं सूत्रमस्ति तस्य लोपः इति. तत्र इत्संज्ञासम्बद्धसूत्राणि पश्यामः चेत् उपदेशे जनुनासिक इत् इति एकं सूत्रमस्ति. तत्र धातो आदेशे आगमे प्रत्यये सर्वत्र अनुनासिक अच्वर्णः अस्ति चेत् सः वर्णः इत्संज्ञकः भवति इति दृष्टं. तदनन्तरं हलन्त्यम् इति सूत्रमस्ति. अत्र पुनः प्रत्यये आदेशे आगमे धातोः अन्ते अन्तिमवर्णः हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. तदनन्तरं न विभक्तौ तुस्माः इति, तत्र विभक्तिसंज्ञकप्रत्ययः के विभक्तिसंज्ञकप्रत्ययः अत्र ललिता भगिनी वदतु अस्ति वा भगिनि ऋणभगिनी वदतु सुप्रत्यय विभक्तिसंज्ञकप्रत्ययः के सत्यं सत्यं बहु समीचीनं तिङ्प्रत्ययः अपि विभक्तिसंज्ञकः तिङ्प्रत्ययः अपि विभक्तिप्रत्ययः तदेव वैशिष्ट्यमस्ति व्याकरणे यद्यपि लोके तथा न वयं न वदामः परन्तु अत्र व्याकरणे व्याकरणशास्त्रे तिङ्प्रत्ययः अपि विभक्तिसंज्ञकाः सूत्रं किं न विभक्तौ तुस्म न न विभक्तिसंज्ञकसूत्रं विभक्तिश्च विभक्तिश्च इति सूत्रेण तिङ्प्रत्ययस्य अपि च सुप्रत्ययस्य विभक्तिसंज्ञा अस्ति अतः व्याकरणे विभक्तिसंज्ञा अस्ति अतः न विभक्तौ तुस्माः इति सूत्रेण अत्र विभक्तिसंज्ञकप्रत्यये तिङ्प्रत्यये अपि च सुप्रत्यये अन्तिमहल् वर्णः तुस्माः अन्तिमहल् वर्णः तवर्गीयवर्णः सकारः अथवा मकारः अस्ति चेत् इत्संज्ञा न भवति निषेधकसूत्रमस्ति तदनन्तरम् आदिर्निटुडवः इति सूत्रेण धातोः आदौ नि टु डु इति एतेषां समूहः नि अथवा टु अथवा डु इति वर्णाः सन्ति चेत् तत्र वर्णसमुदायः अस्ति चेत् तस्य इत्संज्ञा भवति तदनन्तरं त्रीणि सूत्राणि प्रत्ययस्य कृते शः प्रत्ययस्य छुटु लशक्व तद्धिते इति प्रत्ययस्य कृते शः प्रत्ययस्य इत्यनेन प्रत्ययस्य आदौ मूर्धन्यषकारः अस्ति चेत् तत्र सकारादेशः भवति न मूर्धन्यषकारः अस्ति चेत् तस्य इत्संज्ञा भवति क्षम्यतां मूर्धन्यषकारः प्रत्ययस्य आदौ अस्ति चेत् तस्य इत्संज्ञा भवति छुटु इति सूत्रेण प्रत्ययस्य आदौ चवर्गीयवर्णः अथवा टवर्गीयवर्णः अस्ति चेत् तत्र तस्य इत्संज्ञा भवति पुनः लशक्व तदिते इति सूत्रेण प्रत्ययस्य आदौ लकारः तलवेषकारः अथवा कवर्गीयवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति अतद्धिते इत्युक्ते तद्धितप्रत्यये न भवति इति अर्थः अस्ति तदनन्तरम् एतेषां सर्वेषाम् इत्संज्ञकवर्णानां लोपः भवति तस्य लोपः इति सूत्रेण इति एतत् सर्वम् अस्माभिः परिशीलितमासीत् तदनन्तरं तत्र दशलकाराः सन्ति सर्वत्र ल इति एव अवशिष्यते इति उक्तं तदनन्तरं लस्य इति एकेन सूत्रेण एतेषां सर्वेषां लकाराणां स्थाने तत्तत् लकारे तत्र प्रत्ययः आयान्ति तिङ्प्रत्ययः आयान्ति तिप्तस्जि इत्यादयः अष्टादशप्रत्ययाः सन्ति ते आयान्ति तदर्थम् अस्माभिः दृष्टं तत्र अष्टादश तिङ्प्रत्ययाः सन्ति तिप्तस्झि सिप्तस्थ मिप्वस्मस् इति नव परस्मैपदी प्रत्ययः तदनन्तरं त आतां झ तास् आतां द्वम् इड्वहि महिन् इति नव आत्मनेपदीप्रत्ययः तदर्थमत्र सूत्रमस्ति लः परस्मैपदम् इत्यनेन आदौ तत्र लकारस्य स्थाने ये ये तिङ्प्रत्ययाः आयान्ति ते सर्वे परस्मैपदसंज्ञकाः भवन्ति तदनन्तरं तत्र परस्मैपदम् इति संज्ञा अस्ति तदनन्तरं तत्र तङ्गानौ आत्मनेपदम् इति सूत्रेण तत्र तङ् प्रत्ययः अनन्तरम् आन इत्यस्य आत्मनेपदसंज्ञा भवति तदर्थम् अस्माभिः चर्चितं यत् त आतां झ तास् आतां द्वम् इड्वहि महिम् इति एतेषां प्रत्ययानां तत्र आत्मनेपदसंज्ञा भवति तङ्गानाम् आत्मनेपदम् इति तदनन्तरं तत्र अग्रे तत्र तत्र पदसम्बन्धिसूत्राणि पदव्यवस्थां ज्ञातुं सूत्राणि तत्र अनुदात्तनित आत्मनेपदं स्वरितनितः कर्तभिप्राये क्रियापले शेषात् कर्तरि परस्मैपदम् इति तत्सर्वमपि अस्माभिः परिशीलितं तत्र तदनन्तरं तत्र पुरुषवचनविधिः इत्यपि किञ्चित् दृष्टमासीत् इदानीं तत्र ततः अग्रे सरेम तिङ्प्रत्ययानां सिद्धिः इत्यत्र तत्र यद्यपि तत्र तिङ्प्रत्ययाः समानाः सर्वेषु लकारेषु तिङ्प्रत्ययाः समानाः तथापि तत्र सिद्धप्रत्ययः भिन्नः यतोहि सिद्धप्रत्ययेषु भिन्नभिन्न आदेशाः भवन्ति लकारम् आश्रित्य. अतः एव अत्र तिप् इति तत्र तिप् इति प्रत्ययः लटि, ति इति भवति लोटि, तु इति भवति लङ्गि, तु इति भवति इति अस्माभिः चिन्तितमासीत्. इदानीं ततः अग्रे किं तदपि अस्माभिः चिन्तितं सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः इत्यत्र तत्र लकारेषु सार्वधातुकलकारेषु अर्धधातुकलकारेषु भेदः कः इति इदानीमेव चर्चितं. सार्वधातुकलकारेषु कर्तरि शप् इत्यस्य प्रसक्तिः भवति यतोहि कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति. गणमाश्रित्य भिन्नभिन्नविकरणप्रत्ययः अपि विधीयन्ते. तदर्थं सूत्राणि अस्माभिः चर्चितानि. अत्र अधिप्रभृतिभ्यः शपः, चुहोत्यादिभ्यः श्लू, दिवादिभ्यः श्यन्, स्वादिभ्यः श्नु इत्यादयः तत्र गणमाश्रित्य भिन्नविकरणप्रत्ययः सन्ति इति तत्र दृष्टम्. तदनन्तरम् इदानीं तत्र सार्वधातुकलकाराः अर्धधातुकलकाराः इति ततः आरभ्य अग्रे पठामः. अत्र गीताञ्जलिभगिनी पठति वा? एच् इति अस्ति खलु ततः. भगिनि एकः संशयः दृढकरणार्थं पृच्छामि. दृढीकरणम् इत्यस्य बहु समीचीनं. दृढीकरणम् इत्य तत्र तत्र अर्थः कः? यत्र प्रथमे दृढं नास्ति, पश्चात् दृढम् आगच्छति. स्त्रीप्रत्ययम्. हा, बहु समीचीनं, बहु समीचीनं, तथैव अस्ति, बहु समीचीनं. वदतु, तथैव अस्ति. नूतनवर्षे तत्र प्रत्ययः कः? प्रत्ययः कः तत्र? हा, श्रीप्रत्ययः, सत्यं. हा, यत् दृढं नास्ति पूर्वम् इदानीं दृढं कर्तुम् इच्छामि. अस्तु, वदतु. ओके, आदिर्णि टुडवः इत्थम्या प्रकरणे सूत्रस्य अर्थं ङी टूड इत्यादि वर्णानाम् एव इत्संज्ञा भवति. किन्तु चुटु चुटु इति सूत्रे चवर्गः टवर्गः दशवर्णाः अपि आदिः चेत् इत्संज्ञा भवति. समीचीनम्. हा, सत्यम्. अत्र टु डु इति तत्र वर्णसमुदायः अस्ति. किमर्थं तत्र टु इत्यत्र टवर्गीयवर्णः इति नास्ति इति चेत् यतोहि तत्र डकारः अपि उक्तः खलु. यदि टु इति तत्र टु डु डु अस्ति, टु डु हा, पृथक् पृथक् स्थापितं खलु. अतः अस्तु, अग्रे इदानीं तत्र अग्रे कर्तुं शक्नुमः. इदानीं गीताञ्जलि भगिनी पठति वा? आं भगिनि, अत्र पठामि, किन्तु यदि बहु ध्वनिः आयाति चेत् कृपया वदतु भगिनि. इदानीं ध्वनिः नास्ति, पठतु. अस्तु अस्तु अस्तु. सार्वधातुकलकाराः आर्धधातुकलकाराः च. अत्र कश्चन सिद्धान्तः अवगन्तव्यः. धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति. सः प्रत्ययः सार्वधातुके सार्वधातुकश्चेत् तर्हि कर्त्रर्थे कर्तरिप्रयोगे कर्तरि शप् इत्यनेन शप् विकरणप्रत्यय विहितः भवति. धातु तिङ्प्रत्यययोः मध्ये सः प्रत्ययः आर्धधातुकश्चेत् तर्हि कर्तरि शप् इत्यस्य प्रसक्तिर्नास्ति एव, अपि तु इडागमो विचारः विहितः. अतः अस्माकं चिन्तनम् इदानीम् इदं धातोः साक्षात् पुरतः यः प्रत्ययः अस्ति तस्य स्वभावः कः इति. पठामि वा अग्रिमम्? भगिनि पठतु. दशसु लकारेषु चतुर्णां लकाराणां कृते धातुना साक्षात् सार्वधातुकतिङ्प्रत्ययः दृश्यते. ते च चत्वारः लकाराः के? लट् लोट् लङ् विधिलिङ्. पुनः स्मर्यतां यत् तिंशत् सार्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव. अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट्. अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति. यथा लट् लकारः आप् योगः लट्. एकक्षणं भगिनि, वदतु तत्र प्रथमपरिच्छेदे किमस्ति. हा, प्रथमप्रत्यय परिच्छेदे तु सारांशरूपेण किं कर्तव्यम् इत्युक्ते मुख्यभेदः कः. यदि कर्तरिप्रयोगे अस्ति चेत् अपि च सार्वधातुकप्रत्ययः अस्ति चेत् शप् विकरणप्रत्ययः विहितः भवति. इत्युक्ते कुत्र आयाति? धातु तिङ् प्रत्ययो मध्ये आयाति. किन्तु यदि अर्धधातुक अस्ति चेत् तदनन्तरं कर्तरि शप् तु विषय एव न आयाति. इडागम विचार चिन्तनं भवति. तत् प्रथमप्रच्छेद परिच्छेदे एव दत्तं भगिनि. यथा वयं पुनः तर्हि अत्र अत्र तत्र निष्कर्षः कः? तत्र निष्कर्षः इत्युक्ते प्रत्ययस्य स्वभावः क इति चिन्तनीय इति विषये चिन्तनम् आवश्यकं. तदनन्तरमेव वयं जानीमः किं मार्गः समीचीनं कः मार्गः समीचीनं. क्षम्यतां भगिनि. हा, कः मार्गः समीचीनः इति तत्र वयं ज्ञातुं शक्नुमः. हा, बहु समीचीनम्. इत्युक्ते अत्र धातुः अस्ति चेत् धातोः परे यः प्रत्ययः अस्ति सः प्रत्ययः कीदृशः, प्रत्ययस्य स्वभावः कः इति सर्वदा तत्र सर्वत्र अहं पृच्छन्ती अस्मि. अत्र प्रत्ययस्य स्वभावः कः, प्रत्ययस्य स्वभावः कः इत्युक्ते प्रत्ययः कीदृशः, प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इति सर्वत्र तत्र तादृशचिन्तनं भवेत्. धातुः अस्ति, धातोः परे यः प्रत्ययः अस्ति सः प्रत्ययः कीदृशः, तस्य स्वभावः कः इति सर्वदा स्मर्तव्यं. तदनुगुणम् एव कार्याणि प्रवर्तन्ते. सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा कस्मिन् अर्थे इत्युक्ते न केवलं धातोः परे यः प्रत्ययः अस्ति सः सार्वधातुकः वा अर्धधातुकः वा इति, अपि च कस्मिन् अर्थे अस्ति प्रत्ययः. कस्मिन् अर्थे इत्युक्ते कर्त्रार्थे अस्ति वा, कर्मार्थे अस्ति वा, भावार्थे अस्ति वा, कस्मिन् अर्थे अस्ति. कर्त्रार्थे इत्युक्ते कर्तरीप्रयोगः. कर्तरीप्रयोगः इत्यस्य को अर्थः? वंशी भगिनि वदतु. नमस्ते भगिनि. नमस्कारः भगिनि, वदतु. श्रूयते किल? हा, श्रूयते. हा, तत्र कर्तुः प्राधान्यम् अस्ति भगिनि. तत्र कर्तृप्रयोगे कर्तुः प्राधान्यम् अस्ति, अपि च कर्मः तस्य प्राधान्यं नास्ति अभिनिहिते इति सूत्रेण चिन्तयामि. तर्हि बहु समीचीनं भगिनि. एकक्षणं, कर्तुः प्राधान्यम् अस्ति, कर्तुः प्राधान्यम् अस्ति, कर्मणः प्राधान्यं नास्ति. कर्मणः प्राधान्यं नास्ति. कथं जानीमः कर्तरिप्रयोगे कर्तुः प्राधान्यम् इति? तस्य अन्वयः क्रियायाः सह भवति. तत्र क्रियायाः सह यत् भवति तत्र कर्ता इति भवति, तत् प्रथमाविभक्तौ अस्ति. समीचीनं. हा, कर्तरिप्रयोगः इत्युक्ते तत्र कर्तुः प्राधान्यम् अस्ति, यतोहि तस्य तिङ् प्रत्ययेन कर्ता उक्तः भवति. कर्तिङ् प्रत्ययः तत्र साक्षात् कर्तारं बोधयति. तत्र पठति इति वदामः चेत् तिङ् प्रत्ययस्य सम्बन्धः अस्ति, कर्त्रा सह सम्बन्धः अस्ति. रामः पुस्तकं पठति इति वदामि चेत् तत्र पठति, रामः पुस्तकं पठति इति कर्तरिप्रयोगे अस्ति. पठति इत्यत्र तिङ् प्रत्ययः कर्त्रार्थे अस्ति. कर्तरि प्रयोगे अस्ति. इत्युक्ते पठति इति पदेन तत्र कर्तारं बोधयति, रामः इति पदं बोधयति. अतः एव इदानीं रामाः पुस्तकानि पठन्ति इति वदामि चेत् तत्र पठन्ति इति पदेन रामाः इति अन्वयः अस्ति, सम्बन्धः अस्ति. तत्र तिङन्तपदं कर्तारं बोधयति, अतः कर्तरि रामाः इत्यस्य एव प्राधान्यम् अस्ति कृत्वा कर्तरीप्रयोगः इति वदामः. इत्युक्ते तत्र पठन्ति इत्यस्य रामः इत्यनेन अन्वयः इति कृत्वा तत्र रामस्य वचनं परिवर्तनं भवति चेत् तिङन्तपदस्य अपि वचनस्य परिवर्तनं भवति. कर्तरीप्रयोगः तत् इदानीं तत्र रामेण पुस्तकं पठ्यते इति वदामि चेत् रामेण पुस्तकं पठ्यते. इदानीं वदतु भगिनी अत्र कर्मणि प्रयोगे तत्र को अर्थः कर्मणि प्रयोगः इत्यस्य? कर्मणि प्रयोगे कर्मात् किं वदामि कर्मया सह कर्मणा सह कर्मण् इति पदं किल तत्र कर्मणा सह क्रियायाः अन्वयः भवति. अतः कर्मपदं क्रियायाः यत् परिवर्तनं भवति तदेव तत्र परिवर्तनं भवितुम् अर्हति. यतः प्रथमं तु प्रथमाविभक्तौ अस्ति. यदि क्रियापदं बहुवचनरूपं प्राप्नोति तत्र कर्मपदमपि क्षम्यतां यदि कर्मपदं बहुवचनरूपं प्राप्नोति तत्र क्रियापदमपि बहुवचनरूपं प्राप्नोति. अपि च कर्ता तृतीया विभक्तौ अस्ति तत्र करणे इति. नास्ति चिन्ता, सूत्रस्य नास्ति चिन्ता अत्र. बहु समीचीनं भगिनि, बहु सम्यक्. तर्हि कर्मणि प्रयोगे किं भवति इति चेत् तत्र कर्मणः प्राधान्यम् अस्ति. तिङ् प्रत्ययस्य सम्बन्धः साक्षात् कर्मणा सह भवति. रामेण पुस्तकं पठ्यते, पठ्यते इति अत्र तिङन्तपदम् अस्ति. पठ्यते इति तिङन्तपदम् अस्ति. तत्र ते इति प्रत्ययः तिङ् प्रत्ययः अस्ति. सः प्रत्ययः कर्मार्थे अस्ति. कर्मार्थे अस्ति इत्युक्ते तत्र कर्म बोधयति. तत्र पठ्यते इत्यनेन किं बोधयति इति चेत् कर्म बोधयति. तत्र पुस्तकं रामेण पुस्तकम् इति कर्म बोधयति. तत्र पुस्तकानि पठ्यन्ते इति परिवर्तनं भवति. तयोः मध्ये अन्वयः अस्ति, सम्बन्धः अस्ति. अतः कर्मणि प्रयोगे तत्र तिङ् प्रत्ययेन कर्मणः ज्ञानं भवति. पठति इत्यत्र तिङ् प्रत्ययेन तत्र कर्तुः ज्ञानं भवति, रामस्य ज्ञानं भवति. परन्तु पठ्यते इत्यत्र कर्मणः ज्ञानं, पुस्तकम् इत्यस्य ज्ञानं भवति इति भेदः अस्ति. भावे प्रयोगे तत्र कर्म एव नास्ति. इत्युक्ते तादृशधातुः यः अकर्मकः अस्ति, कर्म नास्ति, तदानीं तत्र बालकेन हस्यते इति वाक्यमस्ति. बालकः हसति, बालकेन हस्यते. अत्र किमस्ति इति चेत् हसति इति तत्र बालकेन हस्यते इत्यत्र हस्यते इति क्रियापदम् अस्ति. परन्तु हस् धातुः अकर्मकः इति कृत्वा अत्र भावे प्रयोगे अस्ति. भावे प्रयोगे अस्ति इति कृत्वा तत्र कर्म नास्ति. तर्हि इदानीं तत्र भावे प्रयोगः हस्यते इति पदेन किम् अवगच्छामः इति चेत् तत्र कर्तुः ज्ञानमपि न भवति, कर्मणः ज्ञानमपि न भवति. अत्र कर्म एव नास्ति. अतः अत्र भावं तत्र हस्यते इत्यनेन केवलं क्रियामेव बोधयति. तत्र हसनक्रियां बोधयति हस्यते इत्यनेन इति तत्र भेदः अस्ति. अतः यदा तिङ् प्रत्ययः आगच्छति, यः कोऽपि प्रत्ययः आगच्छति, तर्हि प्रथमः प्रश्नः अस्ति तस्य स्वभावः कः, कीदृशप्रत्ययः. तदनन्तरं प्रत्ययस्य अर्थः अस्ति वा इति चिन्तनीयं. प्रत्ययः कस्मिन् अर्थे अस्ति, कर्तार्थे अस्ति वा, कर्मार्थे अस्ति वा, भावार्थे अस्ति वा, कस्मिन् अर्थे अस्ति इति सर्वदा चिन्तनीयं भवति. कृत् प्रत्ययस्य कृते अपि तथा एव. यः कोऽपि कृत्प्रत्ययः भवतु, पट्योगः तप्रत्ययः, पट्योगः तप्रत्ययः, पठितः इति रूपम् अस्ति. इदानीं पठितः तप्रत्ययः कस्मिन् अर्थे अस्ति इति चिन्तनीयं भवति. तप्रत्ययः तस्य स्वभावः कः, सार्वधातुकः वा अर्धधातुकः वा इति चिन्तनं. तदनन्तरं कस्मिन् अर्थे अस्ति तप्रत्ययः, कर्मार्थे अस्ति वा, भावार्थे अस्ति वा, कर्तार्थे अस्ति वा, कस्मिन् अर्थे अस्ति इति सर्वदा चिन्तनीयं. प्रश्नद्वयं सर्वदा स्मर्तव्यम्. अस्तु, इदानीं ततः अग्रे गच्छेम. विनयकुमार् महोदय अत्र अहमेकः प्रश्न आत्मनेपदी सम्बद्धे अस्ति भगिनि. यथा परस्मै पठति अस्ति तर्हि आत्मने अपि कर्तृक् अस्ति यथा वृद्ध धातु आत्मनेपदी अस्ति लत वृद्ध धातु अतः तत्र अपि कर्तृक् अस्ति वन आत्मनेपदी वर्धते इति कर्तृते एव अस्ति कर्तृक्. तदनन्तरं आर्धातुकः प्रत्ययसम्बन्धे अपि सेवति पठिष्यति वा अन्य आर्धातुक प्रत्ययः कर्तृक् अस्ति शप् नास्ति परन्तु कर्तृक् तत्र स्य इति विकरणप्रत्ययस्य तादृशविशिष्ट अर्थः नास्ति. विकरणप्रत्ययस्य विशिष्ट अर्थः न उक्तः. विकरणप्रत्ययस्य इति प्रत्ययः अर्धधातुकप्रत्ययः परन्तु तस्य अर्थः कः इति न उक्तः. कर्मणि प्रयोगे अपि स्य इति एव भवति. यदि पठिष्यते इति रूपम् अस्ति कर्मणि प्रयोगे पठिष्यते इति रूपं तत्रापि स्य इति प्रत्ययः अस्ति. अतः विकरणप्रत्ययस्य तादृश अर्थः नास्ति. केवलं तिङ् प्रत्ययस्य अर्थः अस्ति. अतः ते इति प्रत्ययः कर्मार्थे अस्ति वा कर्तार्थे अस्ति वा भावार्थे अस्ति वा इति प्रश्नः भवति. अतः तत्र तिङ् प्रत्ययः कृत् प्रत्ययः तादृश प्रश्नं कुर्मः अर्थः कः इति. परन्तु अत्र विकरणप्रत्ययस्य तादृश अर्थः अर्थविषये चिन्तनं नास्ति. भगिनी प्रश्नः वा यदि अकर्मकः धातु स्वीकुर्मकः यदि रामेण हस्यते नैते हसितम् इति वक्तुं शक्यते. परन्तु यदि रामेण पठितम् इति वक्तुं शक्यते किल तत्र कर्म नास्ति तत्र भावे प्रयोगे इति वक्तुं शक्यते वा. हा यत्र कर्म नास्ति यत्र कर्म विवक्षितं नास्ति इदानीं सन्दर्भानुगुणं यदि द्वयोः मध्ये वार्तालापं तत्र संवादः गच्छति सम्भाषणं गच्छति तदानीं तत्र तत्र सन्दर्भानुगुणं ज्ञातुं शक्नुमः रामः पुस्तकं पठ्यते इति ज्ञातुं शक्नुमः चेत् तत्र कर्मणि प्रयोगः भवति. यतोहि तत्र अध्याहारः भवति कर्मपदस्य अध्याहारं भवति. परन्तु यदा सन्दर्भः नास्ति तदानीं तत्र भावे प्रयोगे एव अस्ति. यद्यपि धातुः सकर्मकः तदानीमपि तत्र कर्म न विवक्षितम् इति कृत्वा भावे प्रयोगे अस्ति. ओ अस्तु तदेव मम प्रश्नः. धन्यवादः भगिनि. धन्यवादः. अस्तु महोदय. उदाहरणं दशलकारेषु चतुर्णां लकाराणां कृते चतुर्णां लकाराणां कृते धातूना साक्षात् सार्वधातुक तिङ् प्रत्ययः दृश्यते. ते च चत्वारलकारः के लट् लोट् लङ् विधिलिङ्ग् पुनः स्मर्तयाम यत् तिंशित् सार्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ् प्रत्ययः सार्वधातुकसंज्ञा सन्ति एव. अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट्. अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति. वदतु तावत्. दशसु लकारेषु सार्वधातुक अपि च आर्धातुक चतुर्णां लकाराणां लट् लोक् लङ् विधिलिङ्ग् सार्वधातुक तिङ् प्रत्ययः दृश्यते. सार्वधातुक तिङ् सार्वधातुक तिङ् तिंशित् सार्वधातुकं तत्र आयते. अतः तिङ् प्रत्ययः दृश्यते चतुर् लकारसम्बन्धे. इत्यनेन सर्वे अष्टादश तिङ् प्रत्ययः सार्वधातुकसंज्ञा सन्ति एव. अष्टादश प्रत्ययः सार्वधातुकसंज्ञा अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यम्, प्रत्ययस्य सार्वधातुकं सामान्यम्, यथा धातु यथा तिङ् सार्वधातुकं तर्हि एव प्रत्यय अपि सार्वधातुकम्। अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति। सर्वेषां लकाराणाम् अतः दशलकाराणां स्थितिः एषा भविष्यति। अहं अवगमनं कर्तुं न शक्नोमि सर्वेषां इत्युक्ते अत्र पश्यतु महोदय, इत्युक्ते अत्र किमुक्तम् इति चेत् अत्र लट्लोट् लङ् विधिलिङ् लकारेषु धातुना तिङ् प्रत्ययः दृश्यते, अपि च स तिङ् प्रत्ययः सार्वधातुकसंज्ञकः अस्ति। ततः अग्रे अत्र अन्यत् किमपि सूत्रं नास्ति चेत् तत्र सर्वेषु लकारेषु एवमेव भविष्यति, परन्तु तथा नास्ति, यतोहि अन्यानि सूत्राणि सन्ति येन क्रमस्य परिवर्तनं भवति इति अर्थः। धन्यवादः। उदाहरणं लट् लकारः, आप् योग लट् कर्तृशप् तदा तत् प्रवाद्य स्वादिभ्यः श्नुः, अतः आप योग श्नु योग तिङ्, आप योग नु योग ति, अतः आप्नु इति अङ्गं योग ति। सार्वधातुक आर्धातुकयोः गुणः एकः गुणः भवति, अतः आप्नो योग ति आप्नोति। अत्र केवलं अधिक एक विधिकारणेन उदाहरणमस्ति, विकरणप्रत्ययः श्नु अस्ति, श्नु अर्थ लु अपि च नो, परन्तु किमपि समये अयं विधिः नास्ति, अत्र विधिः अस्ति। स्वादिगण श्नु सम्बन्धे सार्वधातुक आर्धधातुकयोः गुणः भवति, अतः नु नो भवति, तर्हि एव आप्नोति भवति। परन्तु यदि वयम् अन्य कोऽपि विकरणसम्बन्धे वदामः तर्हि सामान्य विधि भवति वा न भवति अत्र अहं न वदामि, परन्तु परन्तु षण्णां लकाराणां धन्यवादः महोदय, तावत् बहु समीचीनमासीत्, धन्यवादः, बहु समीचीनम्। इत्युक्ते तत्र अत्रैव अस्माकम् अवधानं भवेत्, अत्र इदम् अवगच्छामः चेत् तत्र सर्वत्र अवगन्तुं शक्नुमः। इदानीम् आप् इति धातुः अस्ति, आप् इति धातुतः तत्र लट् इति लकारः, प्रथमं लकारः आगच्छति, लकारः आगच्छति इत्युक्ते तत्र आप् धातुतः लट् लकारः अस्ति, विवक्षा अस्ति लट् लकारः, तर्हि लट् लकारः तत्र वर्तमाने लट् इत्यनेन लट् लकारः भवति। इदानीं तत्र लकारस्य स्थाने तिङ् प्रत्ययः आयाति, तर्हि आप् योगः ति इति। इदानीम् अत्र तिङ् प्रत्ययः कर्त्रार्थे अपि अस्ति, तिङ् प्रत्ययः सार्वधातुकः अस्ति, तिङ् सार्वधातुकम् इत्यनेन, अतः इदानीम् आप् योगः ति इत्यत्र द्वयोर्मध्ये तत्र विकरणप्रत्ययः आयाति। विकरणप्रत्ययः सर्वसामान्यमस्ति कर्तरीषप् इति विकरणप्रत्ययः, सर्वेषु गणेषु कर्तरीषप् इति आगन्तुं शक्नोति, यतोहि कर्तरीषप् इति सूत्रे गणस्य उल्लेखः एव नास्ति, अतः सर्वत्र आगन्तुं शक्नोति। परन्तु अत्र गणविशिष्टसूत्रमस्ति, स्वादिभ्यः श्नु इति सूत्रं गणविशिष्टसूत्रमस्ति, अतः कर्तरीषप् इति सूत्रं प्रबाद्य ओवर् रैड्स् कर्तरीषप् अण्ड् स्वादिभ्यः श्नु इति सूत्रम् आगच्छति, अतः आप् योगः श्नु योगः ति इति भवति। तदनन्तरं प्रक्रिया अस्ति, तत्र प्रश्नः अस्ति श्नु इति प्रत्ययः कीदृशः इति चेत् तस्य स्वभावः कः इति चेत् श्नु इति प्रत्ययः सार्वधातुकः अस्ति, अत्र षित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः, अतः आप्योगः श्नु, आप्नु इति अङ्गम्, आप्नु योगः ति. पुनः प्रष्टव्यं ति इति प्रत्ययः कीदृशः इति चेत् सार्वधातुकः अस्ति, अतः तत्र गुणः सम्भवति. आप्नो इत्यत्र गुणः भवति, आप्नो इति गुणः भूत्वा आप्नोति इति रूपं भवति इति सार्वधातुकप्रक्रियायां तत्र प्रक्रिया अस्ति. एवमेव सर्वेषु गणेषु प्रक्रिया भवति, तत्र एवमेव रूपेण भवति सर्वत्र प्रक्रिया. अत्र भेदः कः इति चेत् कुत्रचित् किञ्चित् विशिष्टकार्यमपि भवितुम् अर्हति, नो चेत् तत्र सर्वत्र एवमेव प्रक्रिया अस्ति. विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं, तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्यम् इति तत्र क्रमः अस्ति सर्वत्र. अस्तु, अग्रे अरुणा भगिनी पठति वा? आं भगिनि. परन्तु षण्णां लकाराणाम् आर्धधातुकत्वं वर्तते इत्युक्तौ कर्तर्ते अपि शप् विकरणप्रत्ययः नैव विहितः. एतत् कथं सम्भवति? कथम् एतादृशी स्थितिः निष्पद्यते? पाणिनः येषां षण्णां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति आर्गद्वयेन. अत्र दत्तं, वयं जानीमः दशगणाः लकाराः सन्ति, तत्र षण् लकाराः आर्धधातुकत्वं वर्तते अत्र. तत्समये अत्र कर्तर्थे अपि लकारः रूपं सिद्ध्यर्थं विकरणप्रत्ययः न विहितः, केवलं तिङ्प्रत्यय एव वर्तते. कथं सम्भवति? कथम् एतादृशी स्थितिः निष्पद्यते? तदर्थं पाणिनेन सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयितुं मार्गद्वयं वक्तम्. वदतु, अग्रे वदतु, मार्गद्वयं किम्? द्वयोः लकारयोः कृते लिच्च आशीर्लिङ्च पाणिनेन तयोः आर्धधातुकत्वं साक्षात् विधीयते. लिट् अकारान् आशीर्च आशीर्लिङ्गकार च आर्धधातुकत्वं नामकरणं दत्तं पाणिनेन आशीर्. सत्यं सत्यम् इत्युक्ते अत्र समीचीनं भगिनि, इत्युक्ते तत्र दशलकाराः सन्ति, तत्र लट् लोट् लङ् विधिर्लिङ्ग् तत्र सर्वत्र सार्वधातुकलकारः इति स्पष्टतया ज्ञायते. तर्हि अवशिष्टाः लकाराः आर्धधातुकलकाराः इति अस्माभिः चर्चितं. तर्हि अवशिष्टलकाराः आर्धधातुकलकाराः कथं तत्र सूत्राधारेण कथं ज्ञातुं शक्नुमः, यद्यपि साक्षात् पाणिनिना न उक्तं, परन्तु सूत्राधारेण कथं ज्ञातुं शक्नुमः तत्र अवशिष्ट षड् लकाराः आर्धधातुकलकाराः इति चेत्, तत्र सूत्रद्वयमस्ति, लिच्च इति एकं सूत्रमस्ति, लिङ्गाशिशि इति एकं सूत्रमस्ति, लिच्च लिङ्गाशिशि. तत्र लिच्च अपि च लिङ्गाशिशि तत्र किं वदति इति चेत्, सूत्रं वदति तिङ्प्रत्ययः साक्षात् आर्धधातुकः भवति इति वदति. वयं जानीमः सामान्यतया तिङ्प्रत्ययः सार्वधातुकः सार्वधातुकप्रत्ययः अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः सर्वे तिङ्प्रत्ययः सार्वधातुकसंज्ञकाः भवेत् इति वयं चिन्तयामः. परन्तु अत्र लिच्च अपि च लिङ्गाशिशि इति सूत्रद्वयेन साक्षात् उक्तं, पणेन एव उक्तं, तत्र लिट् लकारे तिङ्प्रत्ययः सार्वधातुकप्रत्ययः, लिङ् आशीर्लिङ्ग् लकारे तिङ्प्रत्ययः सार्वधातुकप्रत्ययः, अतः साक्षात् अत्र एव उक्तम् अस्ति इति एकः मार्गः अस्ति येन अर्धधातुकत्वं सिद्धं. द्वितीयमार्गः अग्रे उच्यते, तत्र लिट् लकारे आशीर्लिङ्ग् लकारे तिङ्प्रत्ययः साक्षात् अर्धधातुकः. इदानीं ततः अग्रे अन्येषु अवशिष्टेषु चतुर्णां लकाराणां का गतिः इति अग्रे पश्यामः. इदानीम् अग्रे सुमन् भगिनी पठति वा? भगिनी, किमर्थं पाणिनिमहर्षि लिच् लिच् च लिङ्गाशिशिश्च सूत्रद्वयं कृतं, किमर्थं योजनं न कृतं किल लिट् लिट् लिट् लिट् लिङ्गाशिशि मध्ये किमपि नास्ति खलु, लिट् इत्यपि अस्ति, लिट् लिङ्गाशिशि इति किमर्थं लिट् लिङ्गाशिशि लघुत्वं नास्ति अत्र, अत्र लघुत्वं न साधयति खलु, लिट् लिङ्गाशिशि च इति वदति नो चेत् लिट् च लिङ्गाशिशि इति वदति चेत् तत्र लघवं किमपि नास्ति खलु, तत्र स्पष्टतार्थं तत्र पृथक् पृथक् कृतं, नो चेत् तत्र लिट् लिङ्गाशिशि च इति वदति चेदपि नो चेत् लिट् च लिङ्गाशिशि इति वदति चेत् भेदः नास्ति खलु, तत्र लघवं किमपि नास्ति खलु. सूत्रम् एक एव सूत्रं भविष्यति. हा तत्र एकं सूत्रं भविष्यति परन्तु तत्र वर्ण वर्ण नास्ति खलु, अक्षरलाघवं नास्ति खलु, अक्षरलाघवं किमपि नास्ति इत्यति, अतः स्पष्टार्थं तत्र पृथक् पृथक् कृतं. तत्र लिङ्गाशिशि इत्यस्मात् तत्र अग्रे अनुवर्तनं किमपि अस्ति वा इति अपि चिन्तनीयं भवति. साक्षात्तः खलु भगिनि, साक्षात्तः खलु पठनि. हा साक्षात् सत्यम् अस्ति. साक्षात् तिंशित् सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ्गाशिशि एषां सूत्राणां सूत्रसङ्ख्यां पश्यन्तु क्रमेण सर्वाणि, अतः अनुवृत्ति सरला. तिंशित् सार्वधातुकम् इत्यनेन सर्वे तिङ् प्रत्ययाः षित् प्रत्ययाः च सार्वधातुकाः, आर्धधातुकं शेषः वक्ति यत् ये ये प्रत्ययाः धातुभ्यः विहिताः तिंशित् भिन्नाः ते सर्वे आर्धधातुकाः. तदा लिट् च इत्यनेन पाणिनिः वदति यत् लिट् तिङ् प्रत्ययाः यद्यपि तिङ् परन्तु ते अपि आर्धधातुकाः. लिङ्गाशिशि इत्यनेन आशिर् लिङ्गः अष्टादश तिङ् प्रत्ययाः अपि तथैव साक्षात् अपवादत्वेन आर्धधातुकाः. अग्रे पठामि वा वदामि? तावत् वदतु भगिनि. अस्तु, इदानीं तु पश्यामः चेत् तत्र सूत्रचतुष्टयम् अस्ति, तिंशत् सार्वधातुक आर्धधातुकं शेषः लिट् च लिङ्गाशिशि तेन क्रमेण आगच्छन्ति. तिंशत् सार्वधातुकं वदति तिङ् प्रत्यय नो चेत् षित् प्रत्यय अस्ति चेत् तत् सार्वधातुकप्रत्यय. आर्धधातुकं शेषः तत्र अनुवृत्तिः अपि भवति, तत् सूत्रं वदति यत् प्रत्यय तिङ् नास्ति षित् नास्ति तत् आर्धधातुकं भवति इति. अनन्तरं वयं पश्यामः चेत् लिट् च इत्युक्ते लिट् लिट् लकारस्य प्रत्ययः इत्युक्ते तिङ् प्रत्ययः, ते अपि तत्र च अस्ति खलु, ते अपि आर्धधातुकम् इति वयं जानीमः. अग्रे लिङ्गाशिशि तत्र आशीर्लिङ्ग् प्रत्यय अपि लिट् लिट् च इव लिङ्गाशिशि अपि तत्र तिङ् प्रत्ययः अपि आर्धधातुकप्रत्यय एव. हा बहु समीचीनं, तर्हि अत्र समीचीनं, तर्हि अत्र एकवारं पश्यामः तत्र अस्माकम् अष्टाध्यायाम् अष्टाध्यायी इति पुस्तके पश्यामः तत्र द्विसप्ततितमे पृष्ठे 72 इति पृष्ठे पश्यति चेत् तत्र सार्वधातुकसंज्ञा इत्यत्र तिंशित् सार्वधातुकम् इति सूत्रमस्ति, तस्य अनन्तरं पश्यति चेत् प्राप्तं वा 72 इति पृष्ठे तत्र सार्वधातुकसंज्ञा इत्यत्र तिंशित् सार्वधातुकम् इति सूत्रमस्ति. 113 सत्यम्, तिंशित् सार्वधातुकम् इति सूत्रं, तदनन्तरं तत्र आर्धधातुकं शेषः इति अग्रिमं सूत्रम् अस्ति. सूत्रद्वयम् अस्माकं परिचितम् अस्ति, यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति सः अर्धधातुकः इति जानीमः. तदनन्तरम् अर्धधातुकं शेषः इत्यस्य अनन्तरं लिच् लिङ्गाशिषि इति सूत्रं साक्षात् अनन्तरम् अस्ति. तत्र लिच् इति सूत्रे तत्र अर्धधातुकम् इति अनुवृत्तिः अस्ति. तत्र लिच् इति सूत्रे अर्धधातुकम् इति अनुवृत्तिः अस्ति. अतः लिट् लकारे अपि ये तिङ् प्रत्ययाः ते अर्धधातुकाः. तदनन्तरं लिङ्गाशिषि इति अशीर्लिङ्ग् लकारे अपि तिङ् प्रत्ययाः अर्धधातुकाः. अतः षट्सु लकारेषु लिट् लकारे लिङ् अशीर्लिङ्ग् लकारे साक्षात् तत्र पणिनिना एव उच्यते एतेषां तिङ् प्रत्ययानां अर्धधातुकत्वम् इति साक्षात् उच्यते. अस्तु, इदानीं ततः अग्रे सरेम. भगिनि, अत्र च अपि अनुवृत्ति वा? कुत्र लिङ्गाशिषि च इत्यत्र लिङ्गाशिषि च अपि नास्ति, तत्र च अपि अनुवृत्ति च अपि अनुवृत्तिः अस्ति वा इति द्रष्टव्यं. परन्तु तत्र अर्धधातुकत्वम् इत्यस्य अनुवृत्तिः अस्ति. लिच् लिङ्गाशिषि इति तत्र च इति सूत्रे न उक्तं, तत्र च इत्यस्य अनुवृत्तिः प्रायः स्यात्. लिङ्गाशिषि च यच्च लिङ्गाशिषि च इति प्रायः स्यात्. लिट् च अर्धधातुकं, लिङ्गाशिषि च अर्धधातुकं, हा, उभयत्र अर्धधातुकत्वं स्थित्यति. अस्तु, तर्हि इदानीम् अत्र विजयलक्ष्मी भगिनी पठतु. पठामि. अत्र लिटः आशीर्लिङ्गः च अष्टादशानां तिङ्प्रत्ययानां स्वभावं साक्षात् परिवर्तयति. प्रथमतया तिङ्क्षित् सार्वधातुकम् इत्यनेन अनयोरपि द्वयोः लकारयोः तिङ्प्रत्ययाः सार्वधातुकसम्यकाः. परन्तु लिट् च लिङ्गाशिषि इत्याभ्यां सूत्राभ्याम् आर्धधातुकत्वं विहितम्. अतः अत्र इडागमो विचारः, न तु विकरणप्रत्ययागमनं. कर्त्रर्थे अनयोर्लकारयोः गणभेदो नास्ति. चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोर्मध्ये अन्यप्रत्ययः विहितो भवति यः स्वयम् आर्धधातुकः. अत्र चत्वारः सूत्राणां व्याख्यानं दत्तमस्ति, व्याख्यानं नास्ति, तेषां कृते किमपि लिखितमस्ति. क्रमेण सूत्राणि अत्र सन्ति. अत्र कथं प्रथमसूत्रतः अनुवृत्तिः अन्यस्य सूत्रस्य च तृतीयस्य सूत्रस्य च चतुर्थसूत्रस्य अनुवृत्तिः कथम् आयाति इति अत्र द्रष्टुं शक्नुमः. प्रथमसूत्रे तिङ्क्षित् सार्वधातुकम् इति, सर्वे तिङ्प्रत्ययाः षित् प्रत्ययाः सार्वधातुकसम्यकाः इति वदति. अनन्तरं ये तिङ् प्रत्ययः ना सन्ति अथवा षित् अपि न सन्ति ते आर्धधातुकसम्यकः इति अग्रिमसूत्रं वदति. अनन्तरं तत्र लिट् च इति सूत्रं वदति, लिट् लकारे यः प्रत्ययः आयाति तदपि आर्धधातुकप्रत्ययः इति. अनन्तरं लिङ्गाशिषि इति गणे लकारे अपि यः प्रत्ययः आयाति तद् आर्धधातुकप्रत्ययः इति. लिट् आशीर्लिङ्ग् च अष्टादश तिङ् प्रत्ययानां स्वभावः परिवर्तनं भवति. प्रथमं तिङ्क्षित् सार्वधातुकम् इत्यनेन द्वयोः लिट् लिङ् लिङ्गाशिशि च लकारयोः तिङ् प्रत्ययः सार्वधातुकसम्यकः इति नामकरणं प्राप्नोति. परन्तु लिट् च लिङ्गाशिशि च इति निषेधकसूत्रमिति वक्तुं शक्यते वा भगिनि? निषेधः नास्ति, अपवादसूत्रम्. अपवादसूत्रम् अपवादसूत्रम् आगत्य आर्धधातुक सम्यकः इति वदति. तत्कारणम् आर्धधातुकसम्यकः भवति चेत् अत्र इडागमस्य विचारः अपि करणीयं भवति. विकरणप्रत्ययस्य विचारः न भवति अत्र. आर्धधातुक प्रत्ययस्य विकरणप्रत्ययः न आयाति. गणनिमित्तिकविकरणप्रत्ययः नायाति. समीचीनम्. एकक्षणं भगिनि, तत्र सामान्यं डिफाल्ट् अस्ति तिङ् प्रत्ययस्य सार्वधातुकसंज्ञा, परन्तु लिट् लकारे आशीर्लिङ्ग्लकारे अपवादत्वेन आर्धधातुकसंज्ञा भवति. तिङ् प्रत्ययः तिङ् प्रत्ययस्य आर्धधातुकसंज्ञा भवति इत्युक्ते तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा संज्ञा इति न भवति, परन्तु आर्धधातुकसंज्ञा भवति तत्र. अस्तु, धन्यवादः भगिनि. अग्रे अत्र वासुदेव महोदय पठति वा? पठामि. चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोर्मध्ये अन्यप्रत्ययविहितो भवति, यः स्वयम् आर्धधातुकः. सदासि लृ लुटोः, लृटि लृणि च परे धातुः स्यः लुटि परे धातुः तासि भवति. अनुवृत्तिसहसूत्रं लुटोः लृ लुटोः धातोः परच सदासि प्रत्ययौ लुट् लृङ्स्य लुट् तास् इत्युक्ते वयं सार्वधातुकम् आर्धधातुकं के इति चिन्तयति. तदर्थं सार्वधातुकं ये सार्वधातुकं नास्ति शेषः आर्धधातुकं भवति इति कृत्वा लिट् लिङ् अस्माभिः दृष्टवन्तः. इतः परं लृ लुटोः अवस्था चिन्तयति. लुटि लृङि च परे धातुः स्या सः लुटि परे धातुः तासि भवति. ए प्रत्ययः अपि आर्धधातुकप्रत्ययाः भवन्ति. लुट् लृङ् स्य लुट् तास् प्रत्ययः, स्य प्रत्ययः तास् प्रत्ययः, एतोपि आर्धधातुकः भवति. सत्यं वा? समीचीनं महोदय, समीचीनं. धन्यवादः. कृपया म्यूट् करोतु. अत्र षड् लकारः सन्ति, तत्र लिङ् लिट् लकारः आश्रीलिङ्ग्लकारः तिङ् प्रत्ययः साक्षात् आर्धधातुकप्रत्ययः. इदानीम् अवशिष्टचतुर्णां लकाराणाम् इत्युक्ते चत्वारः लकारः के इति चेत् लिट् लकारः, लुट् लकारः, तदनन्तरं तत्र लृङ् लकारः, तदनन्तरं लुङ् लकारः. तर्हि स्यतासि लृ लुटोः इति सूत्रेण लृट् लकारः, लृङ् लकारः च लुट् लकारः, तत्र सर्वत्र लृट् लकारे लृङ् लकारे च परे स्य इति प्रत्ययः भवति. अभविष्यत् अपठिष्यत् इति तत्र लृङ् लकारः अस्ति. अनन्तरं लृट् लकारः पठिष्यति, गमिष्यति इति तत्रापि स्य इति प्रत्ययः अस्ति. लुट् लकारे तास् इति प्रत्ययः अस्ति. पठिता, गन्ता इत्यादीनि रूपाणि भवन्ति तत्र लुट् लकारे. तत्र एतेषु त्रिषु लकारेषु लृट् लकार, लृङ् लकार अपि च लुट् लकार, तत्र मध्ये यः विकरणप्रत्ययः अस्ति स्य अथवा तास् इति प्रत्ययः मध्ये भवति धातु अपि च लकारयोः मध्ये, धातु लकारयोः मध्ये, न तु धातु तिङ् प्रत्ययोः मध्ये. सार्वधातुकलकारेषु धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः आयाति, परन्तु अर्धधातुकलकारेषु धातु लकारयोः मध्ये विकरणप्रत्ययः आयाति. धातुः लृट् लकारः अनयोः मध्ये स्य इति प्रत्ययः आयाति. धातुः लुट् लकारः अनयोः मध्ये तास् इति प्रत्ययः भवति. धातुः लृङ् लकारः अनयोः मध्ये स्य इति प्रत्ययः आयाति इति तत्र भेदः अस्ति. तर्हि स्यतासि लुटोः इति सूत्रेण लकारनिमित्तिकविकरणप्रत्ययः आयाति. तदनन्तरं तत्र सूत्रमस्ति. अग्रे अरविन्द महोदय पठतु. भगिनि, श्ली लुङि, लुङि धातोः च्ली प्रत्ययः परश्च लुङ् च्ली प्रत्ययः. धेयं यत् यस् यत् स्या तात् च्ली एते त्रयः प्रत्ययाः न तिङ् न वा शित्. अतः तिंशित् सर्वधातुकम् इत्यनेन न एव सार्वधातुका, अपि तु आर्तधातुकं शेषः इत्यनेन आर्तधातुकाः. यत् अत्र अर्धधातुकप्रत्ययः स्या तयास् च्ली त्रयाणां त्रयाणां प्रत्ययानां तिंशित् नास्ति कृत्वा अर्धधातुकम् इति संज्ञा भवति. तदनन्तरं यथा लृट् लकारः आप् योगः लृट् आप् योगः ल स्यतासि ऋ लुटो इति सूत्रेण इत्यनेन लृटि परे धातुतः स्यः आप् योगः स्या योगः ल धातोः परः स्या प्रत्ययः आर्धधातुकः. अतः कर्तरि शप् स्वादिभ्यश्नु इत्यनयोः प्रसक्तिर्नास्ति. आप् योगः स्या योगः ल प्रथमपुरुषैकवचनतिवादेशः. आप् योगः स्या योगः तिप् अनुबन्धलोपे आप् योगः स्या योगः ति वर्णमेलनेन आप्स्यति. उदाहरणं दत्तमस्ति लृट् लकारस्य विषये. आप् धातु स्वीकृत्य उदाहरणं दत्तमस्ति. लृट् लसि लु लुटो इति सूत्रेण किं वदतु महोदय. हलो, वदतु. लृट् लृट् लकारस्य स्यतासि लु लुटो इति सूत्रेण लृट् स्थाने स्या आयाति. तदनन्तरं स्या आप् योगः स्या योगः ल लस् ल एतोपि आप् धातु स्वादिभ्य अस्ति कर्तरार्थे नास्ति कृत्वा कर्तरि शप् स्वादिभ्य अश्नु इति द्वयोः सूत्रयोः प्रसक्तिः न भवति. तदनन्तरम् आप् योगः स्या योगः ल लस्य ल स्थाने तिवादेशः भवति इति कृत्वा आप् योगः स्या योगः ति प्रथमपुरुष एकवचने तिप् तिप् इति आयाति. अनुबन्धलोपानन्तरम् आप् योगः स्या योगः ति तस्य वर्णमेलनेन आप्स्यति इति अन्तिमरूपं भवति. हा, बहु समीचीनं समीचीनं. तर्हि अत्र अत्र अत्र अस्माकं तत्र सारांशः कः इति चेत् तत्र आर्धधातुकत्वं साधनार्थं षट्सु लकारेषु आर्धधातुकत्वं भवति इति उक्तं. तत्र लिट्लकारे आशीर्लिङ्ग्लकारे साक्षात् उक्तं तिङ्प्रत्ययः आर्धधातुकः इति उक्तं. परन्तु अन्येषु चतुर्णां लकारेषु तत्र स्यतासि लुलुटोः इति एकं सूत्रमस्ति, चिली लुङ्गि इति अन्यत् सूत्रमस्ति. तत्र किं भवति इति चेत् धातु लकारयोः मध्ये विकरणप्रत्ययः भवति. मध्ये कः प्रत्ययः इति चेत् स्य इति प्रत्ययः भवति, नो चेत् तास् इति प्रत्ययः भवति, नो चेत् चिलि इति प्रत्ययः भवति. तर्हि तत्र व्यवधानं भवति. तत्र लृट् लकारे लृङ् लकारे लुट् लकारे लुङ् लकारे सर्वत्र मध्ये व्यवधानम् अस्ति. तिङ् धातु तिङ् प्रत्ययो मध्ये व्यवधानम् अस्ति इति कृत्वा अर्धधातुकत्वं सिद्ध्यति अर्धधातुकलकारः. यतोहि धातुः साक्षात् आर्धधातुकप्रत्ययं पश्यति. यथा अत्र आप् योगः लृट् इति अस्ति. तत्र स्यतासि लुलुटोः इति सूत्रेण प्रथमं तत्र मध्ये स्य इति प्रत्ययः भवति, आप् योगः स्य योगः लृट्, तदानीं तत्र लु इत्यस्य स्थाने तिङ् प्रत्ययः आयाति. इदानीम् आप् योगः स्य, आप् इति धातुः किं पश्यति इति चेत् स्य इति प्रत्ययं पश्यति. स्य इति प्रत्ययः कीदृशः आर्धधातुकः अस्ति. इदानीं स्यति इति अस्ति, लकारस्य स्थाने यदा तिङ् प्रत्ययः भवति स्यति इति भवति. सर्वत्र स्यति, पठिष्यति, गमिष्यति, स्यति इति एव सर्वत्र अस्ति. तर्हि आप् इति धातुः किं पश्यति? स्यति इति पश्यति. स्य इति प्रत्ययः आर्धधातुकः अस्ति. अतः एषु लकारेषु एतादृशपरिस्थितिः यत्र धातुना यः प्रत्ययं यं प्रत्ययं पश्यति सः प्रत्ययः आर्धधातुकप्रत्ययः. अतः अत्र आर्धधातुकलकारः इति वदामः. आहत्य आर्धधातुकलकारं साधयितुं कति सूत्राणि सन्ति अत्र? उमा भगिनी वदतु. पुनः पृच्छतु भगिनि. आर्धधातुकलकारं साधयितुं कति सूत्राणि सन्ति? शेषः आर्धधातुकः, तिंशित् सार्धधातुकं, शेषः आर्धधातुकः, देन् सत्यासी लृलुटोः. न, आर्धधातुकलकारं साधयितुं कति सूत्राणि सन्ति? आर्धधातुकलकारं जयलक्ष्मी भगिनी वदतु. पञ्चसूत्राणि वदतु कानि? एल्लिटि च, लिङाशिषि, स्यत्यासि लृलुटोः, च्ली लुङि. चत्वारि सूत्राणि खलु? हा, चत्वारि सूत्राणि, क्षम्यता, चत्वारि सूत्राणि सन्ति. अर्धधातुकत्वं साधयितुं चत्वारि सूत्राणि सन्ति. लिच्च, लिङ्गाशिषि, साक्षात् तिङ् प्रत्ययः एव अर्धधातुकः इति उक्तं. स्यतासीलुटोः अपि च चिलीलुङ्गि, तत्र तिङ् प्रत्ययः अर्धधातुकः इति न उच्यते. तिङ् प्रत्ययः इदानीमपि सार्वधातुकः एव एतेषु लकारेषु. केवलं तत्र धातुलकारयोः मध्ये यः प्रत्ययः अस्ति सः प्रत्ययः अर्धधातुकः. तर्हि स्यतासीलुटोः इति सूत्रं वदति तत्र लृट् लकारः धातुतः अस्ति चेत् स्य इति प्रत्ययः भवति, लुट् लकारः अस्ति चेत् तास् भवति. चिलीलुङ्गि इति सूत्रं वदति धातुतः लुङ् लकारः अस्ति चेत् चिलि इति प्रत्ययः भवति इति तत्र अर्धधातुकत्वं सिद्ध्यति चतुर्णां सूत्र चतुर्षु सूत्रेषु अथवा चतुर्भिः सूत्रैः अर्धधातुकत्वं सिद्ध्यति. अस्तु, तर्हि अत्र प्रयुज्य कथं भवति, कथं भवति रूपम्? लुङ्लकारे, तत्र लुङ्लकारे, लुङ्लकारे वैशिष्ट्यम् अस्ति. किमिति चेत् सर्वत्र चिलि एव भवति इति नास्ति. अत्र चिलिं प्रबाद्य अन्ये प्रत्ययाः अपि भवन्ति, तत्र धातुम् आश्रित्य भवन्ति प्रत्ययाः. चिलि इति चिलि, चिलेः स्थाने सिच् इति भवति. वस्तुतः मूले चिलि इति प्रत्ययः अस्ति, बहुत्र चिलेः स्थाने सिच् इति प्रत्ययः भवति. स्थाने पुनः आदेशः भवति, पुनः आदेशः भवन्ति तत्र धातुम् अनुसृत्य. तत्र बहु इत्युक्ते बहवः प्रत्ययाः सन्ति. कर्त्रार्थे एव द्वादशप्रत्ययाः सन्ति. चिलिस्थाने द्वादशप्रत्ययाः सन्ति कर्त्रार्थे. कर्मार्थे प्रत्ययद्वयमस्ति. अतः तत्र धातुः कः सर्वं विचिन्त्य एव तत्र प्रत्ययविधानं भवति. अतः क्लेशः अस्ति, लुङ्लकारे क्लेशः अस्ति. चिल्लि न दृश्यते, कुत्रापि चिलि न दृश्यते. चिलेः स्थाने अन्यप्रत्ययः विधीयते. अस्तु, तर्हि अत्र स्थगयामः. इतोपि किञ्चित् अवशिष्टमस्ति, अग्रिमसप्ताहे परिसमाप्य अग्रे गन्तुं शक्नुमः. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः.